येन धौता गिरः पुंसाम् विमलैश्शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः। ॐ श्रीगुरुभ्यो नमः। धन्यवादः भगिनि। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र सर्वनामशब्दः। तत्र पूर्वस्मिन् वर्गे वयं सर्वनाम नूतन सर्वनामशब्दनाम इदं शब्दस्य पुल्लिङ्गरूपाणि अपि नपुंसकलिङ्गरूपाणि दृष्टवन्तः। इदं शब्दः तत्र इदं शब्दस्य रूपाणि तत्र पुटसङ्ख्या अस्ति एकाधिक तत्र एकशत न एकपञ्चाशत्तमे पुटे तत्र दत्तमस्ति, पेज् 51। एकवारं तत्र पुनस्मरणं कृत्वा अग्रे सरामः। तत्र सुजाता भगिनी एकवारं तत्र पुल्लिङ्गरूपाणि एकवारं पठति वा भगिनि? आं महोदय, नमस्कारः। नमस्कारः भगिनि, नमस्कारः भगिनि। इदं शब्दः पुल्लिङ्गरूपाणि प्रथमाविभक्ति अयम् इमौ इमे इमम् इमौ इमान् अनेन आभ्याम् एभिः अस्मै आभ्याम् एभ्यः अस्मात् आभ्याम् एभ्यः अस्य अनयोः येषाम् अस्मिन् अनयोः येषु। हा, समीचीनं भगिनी, धन्यवादः। वेदा भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः भगिनी। हा अस्तु, इदानीं उषा भगिनी, चिन्ता मास्तु भगिनी, चिन्ता मास्तु। अस्तु, इदानीं उषा भगिनी तत्र अयम् उपयुज्य तत्र अयं देवः इति वदति वा? आम् महोदय, रामः रामः वदति। अस्तु, अयं रामः, किन्तु अयं देवः इति। अस्तु महोदय, इदं शब्दः पुंलिङ्गरूपाणि अयं देवः इमौ देवौ इमे देवाः इमं इमं देवम् इमौ देवौ इमान् देवान् अनेन देवेन अनेन देवेन आभ्यां देवाभ्याम् एभिः देवैः अस्मै देवाय आभ्यां देवाभ्याम् एभ्यः देवेभ्यः अस्मात् देवात् देवाभ्याम् देवाभ्याम् एभ्यः देवेभ्यः अस्य देवस्य अनयोः देवयोः येषां देवानाम् अस्मिन् देवे अनयोः देवयोः येषु देवेषु। हा, समीचीनं भगिनी, अस्तु। प्रिया भगिनी तत्र अयं कविः इति करोति वा? आम् महोदय, करोमि। अयं कविः, इमौ कवी, अयम् इमौ इमे इमे कवयः, इमं कविम् इमौ कव कवी इमान् कवीन् अनेन कविना आभ्यां कविभ्याम् एभिः कविभिः अस्मै कवये आभ्यां कविभ्याम् एभ्यः कविभ्यः अस्मात् कवेः आभ्यां कविभ्याम् एभ्यः कविभ्यः अस्य कवेः अनयोः कवयोः येषां येषां कवीनां कवीनां कवीनां अस्मिन् अस्मिन् अस्मिन् कवौ अनयोः कवयोः एषु कविषु कविषु। समीचीनं भगिनि, हा अस्तु, धन्यवादः। अस्तु, इदानीं तत्र अग्रे सरामः। तत्र केवलं अभ्यासार्थम् इदानीं तत्र नरेश् महोदय तत्र तृतीयविभक्ति उपयुज्य तत्र अनेन उपयुज्य एकं वाक्यं अनेन अहम् अनेन अनेन पुरुषेण सह विद्यालयं गच्छामि. हा विद्यालयं गच्छामि, समीचीनं भगिनी महोदय. अस्तु गीताञ्जलि भगिनी, तत्र चतुर्थी विभक्ति उपयुज्य क्षम्यतां पुनः वदतु. चतुर्थी विभक्ति उपयुज्य अस्मै इति उपयुज्य एकं वाक्यम्. अस्तु अस्तु महोदय. अस्मै किं भवान् संस्कृतवर्गः अस्मै न तत् न भवति. अस्तु चिन्तयतु भगिनि, इदानीम् अन्यत् चिन्ता मास्तु, चिन्ता मास्तु भगिनि. अस्तु तत्र शोभा भगिनी, तत्र पञ्चमी विभक्ति उपयुज्य अस्मात्. आम् महोदय. चिन्तनं करोतु, अन्यम् अपि अहं ददामि तदन अन्या अपि. तत्र वेदा भगिनी, तत्र सप्तमी अस्मिन् इति उपयुज्य एकं वाक्यं करोतु भगिनि. अस्तु तर्हि तत्र करोमि वा? हा यदि यदि सिद्धा चेत् वदतु, नो चेत् प्रतीक्षां कुर्मः. अस्मिन् गृहे अस्मिन् गृहे अस्मिन् गृहे मम बान्धवाः मम बान्धवाः न अस्मिन् गृहे मम बन्धुः आगतवान्. न न तत्र आगतवान् चेत् तत्र कर्मपदं भवति. अस्मिन् एतत् गृहं तत्र आगतवान् तत्र कुत्र आगतवान् कर्मपदं भवति, अतः तत्र अस्मिन् गृहे अस्मिन् गृहे बान्धवाः आगतवान् इति न भवति खलु भगिनि, तत्र आगतवान् अथवा आगतः यत् किमपि अस्ति तत्र कर्मपदं, गृहम् इति कर्मपदं भवति. आगतवत् किमपि तत्र कर्मपदं, गृहं कुत्र गतवन्तः, कुत्र आगतवन्तः इति एव भवति खलु. गृहं न गृहं तत्र गृहम् आगतवन्तः तत्र, किन्तु भवत्याः वाक्ये तत्र अस्मिन् गृह अस्मिन् एव तत्र अस्मिन् अस्मिन् दिने अस्मिन् दिने गृहम् समीचीनम्. अस्मिन् दिने बान्धवाः गृहम् आगतवन्तः अथवा आगताः, समीचीनम्. इदानीं समीचीनम्. अस्तु धन्यवादः. अस्तु गीताञ्जलि भगिनि, अस्मै रामाय मोदकं ददामि. हा समीचीनम्. अस्तु शोभा भगिनि, अस्मात् मुनेः तानि उपदेशानि उत्तमानि. उपदेशाः किल महोदय? अस्मात् उपदेशाः दत्ताः उपदेशाः अस्मात् मुनेः. अस्मात् मुनेः दीयम् अथवा दीयमानाः उपदेशाः उत्तमाः. अस्तु दीयमानाः उपदेशाः उत्तमाः. अस्तु समीचीनं भगिनि. अस्तु अस्तु उत्तमम्. अस्तु अस्तु तर्हि इदानीं तत्र प्रायशः तत्र किं चतुर्थी षष्ठी अपि द्वितीयभक्ति न कृतम् इति मन्ये. अस्तु तत्र द्वितीय तत्र शुभदा भगिनी द्वितीया करोति वा? इमम् इति शुभदा भगिनी न श्रूयते. अस्तु सुजाता भगिनी, तत्र द्वितीय अथवा षष्ठी उपयुज्य वाक्यं वदति वा? प्रयत्नं करोमि महोदय. इमं विमं कथां महोदय? इदानीं श्रूयते भगिनी, इदानीं श्रूयते. एकनिमिषे सुजाता भगिनी वदतु, तदनन्तरं वदतु भगिनी. सुजाता भगिनी, तत्र इयं वृक्ष अयं वृक्षः अस्ति इदानीं भवती अस्ति, भवती वृक्षं पश्यति, तदा किं वदसि भवती? इयं वृक्षः न अयं वृक्षः अस्ति, अयं वृक्षः अस्ति, इदानीम् अहम् इदानीम् अहम् इमं वृक्षं पश्यामि. हा तावदेव, अहम् इमं वृक्षं पश्यामि इति. समीचीनम्, अस्तु. शुभदा भगिनी, इदानीं षष्ठीविभक्ति वदामि वा महोदय? अस्तु भगिनि, अस्तु. अस्य बालकस्य नाम रामः. हा तावदेव, समीचीनम्, अस्तु. अतः तत्र सर्वे जानन्ति इदानीं तत्र इदं शब्दस्य पुल्लिङ्गरूपं कथं भवति, स्त्रीलिङ्गरूपमपि कथं भवति इति जानन्ति एव. इदानीम् अग्रे सरामः. इदानीं इदं शब्दस्य स्त्रीलिङ्ग रूपं पश्यामः. अस्तु, अतः तत्र अग्रिमपाठः नवमपाठः श्रद्धावान् लभते ज्ञानम् इति. अस्तु, तर्हि तत्र शोभा भगिनी आरम्भं करोति वा? आं महोदय, तत्र किञ्चित् पठितवन्तः, तस्य विषये सारांशं वदनीयं वा अथवा पठनीयं वा? हा तत्र अस्तु भगिनि, एतत् कुर्मः, न सत्यमेव. अतः तत्र किं कुर्मः, तत्र प्रायशः तत्र प्रथमपरिच्छेदं पठतु, तत् पश्यामः किं कुर्मः इति. अस्तु महोदय, इदानीं योजना नास्ति किन्तु. अस्तु, भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति. इयं च सात्विकी, राजसी, तामसी इति त्रिविधा. इमां सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते. अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते. तामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते. हा अस्तु, इदानीं तत्र श्रद्धा इति त्रिविधा अस्ति. त्रिविधा इत्युक्ते तत्र किम् इति विवृणोति वा? तस्य श्रद्धायाः अस्याः श्रद्धायाः त्रैविध्यं किम् इति. आम् महोदय, तत्र श्रद्धा, श्रद्धा इति स्त्रीलिङ्गपदं, तत्र श्रद्धाम् इति द्वितीयविभक्तौ दत्तं. त्रिविधा श्रद्धा रूपाः, रूपाणि न श्रद्धायाः रूपाणि के सन्ति, कानि कानि कानि कानि कानि कानि सन्ति इत्युक्ते, एकं तु सात्विकी, सात्विकरूपम् एका तु सात्विकी, अथवा एकं सात्विकम् इति. हा किन्तु तत्र श्रद्धा इति अस्ति, अतः तत्र सर्वं विशेषणं भवति, विशेषणं भवति. अतः सात्विकी श्रद्धा, सात्विकी श्रद्धा, सात्विकी श्रद्धा, अन्यद् सात्विकी, अन्यद् राजसी, अपि च द्वितीया राजसी, द्वितीया राजसी, तृतीया तामसी च. तामसी इति तत्र श्रद्धायाः त्रिविधा अस्ति. तत्र इदानीं तत्र सात्विकी श्रद्धा या अस्ति, तत्र सा श्रद्धा तत्र कुत्र अस्ति, सा श्रद्धा नाम कस्मिन्, केषु जनेषु तत्र सात्विकी श्रद्धा अस्ति? आम् महोदय, तत्र सा सात्विकी श्रद्धा तेषु जनेषु अस्ति ये जनाः देवान् यजन्ते. श्रद्धाम् आपन्नाः, सात्विकीं श्रद्धाम् आपन्नाः जनाः. अस्तु, ये जनाः देवान् यजन्ते तेषु सात्विकी श्रद्धा अस्ति. हा समीचीनं, समीचीनं भगिनि. हा तदेव अहम् अपेक्षितुं, तत्र तस्य तादृशं वाक्यम् अहम् इष्टवान्, तत्र यः सः अथवा ये ते इति समीचीनं भगिनि. अतः तत्र ये जनाः देवान् सेवन्ते तेषु सात्विकी श्रद्धा अस्ति. समीचीनं भगिनि, अस्तु, धन्यवादः. इदानीं तत्र वेदा भगिनी, इदानीं तत्र केषु जनेषु तत्र राजसी श्रद्धा अस्ति? ये जनाः यक्षरसांसि भजन्ते तेषु राजसी श्रद्धा अस्ति. हा, अस्तु, समीचीनम्. अस्तु, अग्रे प्रिया भगिनी, तत्र केषु जनेषु तत्र तामसी श्रद्धा अस्ति? ये जनाः प्रेतान् भूतगणानां च सेवन्ते ते तस्मिन् तेषु तामसी श्रद्धा अस्ति. तेषु तामसी श्रद्धा अस्ति, समीचीनम्. हा, अस्तु, अग्रे इदानीं तत्र उषा भगिनी, अग्रे तत्र वाक्यद्वयं पठति वा अग्रे? आं महोदय. आहारविषये अपि तत्र इयमेव रीतिः. तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते. हा, अस्तु, इदानीं वदतु तत्र पुनः, तत्र ये जनाः येषु जनेषु सात्विकी श्रद्धा अस्ति ते किं कुर्वन्ति इदानीम् आहारविषये? सात्विकी श्रद्धा अस्ति येषु जनेषु सात्विकी श्रद्धा अस्ति इति वाक्यं. हा, प्रथमभागे येषु जनेषु सात्विकी श्रद्धा अस्ति ते उत्साहवर्धकं चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते. हा, समीचीनं भगिनि. हा, अस्तु, इदानीम् अग्रे शुभदा भगिनि, इदानीं तत्र ये जनाः येषु जनेषु राजसी श्रद्धा अस्ति ते जनाः किं कुर्वन्ति, ते किं खादन्ति? शुभदा भगिनी न श्रूयते, क्षम्यताम्. अस्तु, गीताञ्जलि भगिनी वदतु. आं महोदय. येषु जनेषु श्रद्धा अस्ति ते जनाः दुःखशोकप्रदान् कट् वम् वमल् तत्र कटु अम्ल अम्ल लवण अतिउष्णान् आहारान् सेवन्ते. समीचीनं. हा, समीचीनं भगिनि, अस्तु, शुभदा भगिनी. श्रूयते भगिनि. हा, इदानीं तत्र येषु जनेषु तत्र तामसी श्रद्धा अस्ति ते जनाः किं सेवन्ते अथवा किं खादन्ति? यस्याः तामसी श्रद्धा, क्षम्यतां, यस्याः श्रद्धा तामसी अस्ति, यस्याः श्रद्धा तामसी न, तत्र येषां, हा, येषां, हा, येषां, हा, येषां श्रद्धा तामसी अस्ति ते जनाः यातयामे गतरसे दुर्गन्धयुते च आहारे आहाराः सेवन्ति. आहारान् से तत्र अस्तु, तत्र तत्र आहारे इति तत्र यतोहि तत्र प्रीति तेषां प्रीतिः अस्ति इति आसीत्, किन्तु इदानीं तत्र यातमानं गतरसं दुर्गन्धयुतम् आहारं सेवन्ते इति प्रायशः भवति खलु भगिनि? किं वक्तव्यं महोदय? यातयामे गतरसे तत्र आहारे इति अस्ति, किन्तु तत्र वाक्यं किम् अस्ति? आहारे प्रीतिमन्तः भवन्ति, तत्र ते जनाः तेषां प्रीतिः कुत्र अस्ति तेषां तादृशी तत्र आहारेषु तादृशेषु आहारेषु अस्ति किन्तु इदानीं सेवन्ते इति यदि वक्तुम् इच्छति किञ्चित् परिवर्तनं करणीयं नो चेत् यदस्ति तदपि तदेव वदतु चिन्ता मास्तु एतया तामस्या श्रद्धया युक्ताः च यातयामे गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति इदानीं ये जनाः अथवा येषु जनेषु तामसी श्रद्धा अस्ति ते जनाः यातयामं गतरसं दुर्गन्धयुतम् आहारं सेवन्ते समीचीनं खलु अस्तु हा महोदय अस्तु अस्तु तर्हि इदानीं तत्र द्वितीयमपि किञ्चित् कृतम् अपि गतवर्गे तत्र वयं व्याकरणरीत्या अपि दृष्टवन्तः इति मन्ये अतः तत्र केवलम् इदानीम् अग्रिमपरिच्छेदं पश्यामः तत्र एतावत् तत्र सर्वे उक्तवन्तः इति मन्ये इदानीम् अस्तु वेदभगिनी इदानीं तत्र आसां श्रद्धानाम् इति वद तत्र करोति वा आम् महोदय आसां श्रद्धानां विभागेन आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः आसां श्रद्धानां विभागेन षष्टिविभक्ति आसां श्रद्धानां तत्र विशेषणविशेषरूपं विभागेन तृतीया वयं मनुष्याणां स्वभावं मनुष्याणाम् अपि षष्टि बहुवचनरूपमस्ति वयं मनुष्याणां स्वभावं सम्यक् द्वितीया विभक्ति स्वभावं सम्यक् अवज्ञातुं शक्नुमः नाम किम् आसां श्रद्धानां विभागेन वयं मनुष्याणां ओ श्रद्धानां विभागं किं वदति श्रद्धानां विभागेन मनुष्याणां स्वभावं किम् अस्ति इति ज्ञातुं शक्नुमः कथं कथम् इत्युक्ते श्रद्धानां विभागेन महोदय श्रद्धा सात्विकी राजसी तामसी तत्र श्रद्धा तत्र श्रद्धा तत्र आसां श्रद्धानाम् इति अस्ति किमर्थं बहुवचने अस्ति त्रिविधा अस्ति न सात्विकी राजसी तामसी त्रिविधां श्रद्धाम् अस्ति तदेव समीचीनं तत्र त्रैविध्यम् अस्ति अपि तत्र एषा श्रद्धा तत्र त्रैविध्यं श्रद्धायाः त्रैविध्यं कुत्र दृश्यते तत्र कुत्र वयं द्रष्टुं शक्नुमः नाम किन्तु कुत्र तत्र तत्र किं पूजन्ति किं सेवन्ते अथवा कं सेवन्ते इति दृष्ट्वा वयं तत्र श्रद्धा कीदृशी इति ज्ञातुं शक्नुमः अपि आहारं दृष्ट्वा वयं कीदृशः कीदृशी श्रद्धा इति कीदृशी श्रद्धा इति ज्ञातुं शक्नुमः तदुपयुज्य तेषां स्वभावं किम् इति ज्ञातुं शक्नुमः समीचीनं भगिनि अस्तु इदानीं नरेश वदतु भगिनि तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति तपसि इदानीं तत्र तपसि नाम किं विभक्ति का तत्र तपसि तपसि तपस् तपसि तपांसि तपसि सत्त्वी विभक्ति वा प्रातिपदिकं किं तपस् सकारान्तपदं समीचीनं मनः मनसि मनांसि तपः तपसि तपांसि किन्तु तत्र तपसि इति तत्र सप्तमी भवितुमर्हति अपि यथा भवत्या उक्तं तत्र द्वितीया प्रथमा विभक्ति द्विवचने अपि किन्तु तत्र अत्र तु एकवचने एव अस्ति तत्र तपसि नाम तपः तत्र श्रद्धायाः त्रैविध्यम् अस्ति. पूर्वं श्रद्धा कुत्र कुत्र आसीत् इति तत्र वर्णनं कृतं. तत्र तपसि अपि अस्याः श्रद्धायाः, किन्तु अपि इति अस्ति. किमर्थम् अपि इति अस्ति? श्रद्धायाः पूर्वम् उक्तवान् दृष्टवन्तः सात्विकी राजसी तामसी अस्ति अपि तपसि अपि न न किन्तु त्रैविध्यं नाम तपसि अपि अस्ति चेत् तत्र किं सात्विकी राजसि तामसि अपि तपसि न तादृशं नास्ति खलु. किन्तु तत्र अर्थः कं किं हा नाम पूर्वम् आहारे श्रद्धायाः त्रैविध्यं दृष्टवन्तः. ओके हा अपि तत्र यं पूजन्ते इति तस्मिन् विषये अपि तत्र त्रैविध्यं दृष्टवन्तः. इदानीं तपसि अपि तं द्रक्ष्यामः इति वार्ता. अस्तु, समीचीनं भगिनि. हा अग्रे नरेश महोदय अग्रे इदानीं तत्र अत्र प्रश्नः तपसि इति सप्तमी इति इदानीं दृष्टवन्तः. किमर्थं सप्तमी अस्ति तत्र? तत्र अस्मिन् गृहे तत्र बहवः जनाः सन्ति, तत्र तादृश अर्थे अस्ति वा? नाम तत्र किमपि स्थलम् अस्ति अतः तत्र तस्मिन् इति सप्तमी अस्ति वा अथवा अन्यः? तपसि सप्तमी अस्ति तपस् मध्ये किम् अस्ति. हा किन्तु तत्र किमर्थं सप्तमी? हा तपस् इति स्थलं नास्ति खलु. यदा मम श्रद्धा रामे अस्ति, मम श्रद्धा देवे अस्ति, तथा तत्र समीचीनं. हा तत्र श्रद्धा कुत्र अस्ति, अस्तु श्रद्धा कुत्र अस्ति इति हा समीचीनं, तदपि भवितुमर्हति. किन्तु हा तद् समीचीनं, किन्तु इदानीं किञ्चित् भिन्नम् अस्ति. समीचीनं महोदय, किन्तु तदपि तत्र स्थलम् अथवा पुरुषः कोऽपि अस्ति तत्र साक्षात् द्रष्टुं शक्नुमः, किन्तु तपः इति तत्र न द्रष्टुं शक्नुमः खलु. अतः तत्र किमर्थं सप्तमी इति? गीताञ्जलि भगिनी किमर्थं सप्तमी? महोदय सत्यं, हा तत्तु रूपं सप्तमी इति जानीमः, किन्तु किमर्थं सप्तमी रूपम् अस्मिन् वाक्ये अस्ति इति प्रश्नः. किमर्थं सप्तमी श्रद्धायाः इति श्रद्धा हा तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति इति दत्तमस्ति, किमर्थं तपसि इति? तपसि यथा वयं जनेषु इत्युक्ते किं कथं वदनीयं महोदय, बहवः जनाः सन्ति किन्तु तत्र किञ्चित् पृथक् करणीयश्चेत् सप्तमी योजयामः संस्कृतभाषायां न महोदय? हा तेषु, अस्तु पाण्डवेषु अर्जुनः मध्यमः इति. हा किन्तु तत्र हा विषयसप्तमी अस्ति वा महोदय? हा इति वार्ता, समीचीनं. हा नाम पुरुषः स्थलम् इति न, एतद् भिन्नम् अस्ति. तत्र अत्रापि सप्तमी भवति नाम विषयसप्तमी. तपः इति विषयः अत्र अस्ति खलु, तस्मिन् विषये त्रैविध्यम् अस्ति तावदेव. हा समीचीनं, धन्यवादः शुभदा भगिनी. हा हा अस्तु, अतः तत्र सप्तमी किमर्थं विषयसप्तमी? तत्र विषये, अस्मिन् विषये तपस् इति तपः इति विषये श्रद्धायाः त्रैविध्यम् अस्ति. तत्र आहारविषये अपि श्रद्धायाः त्रैविध्यम् आसीत्, इदानीं तपः इति विषये अपि तत्र त्रैविध्यं भवति इति वार्ता. अस्तु, अग्रे नरेश महोदय अग्रे पठति वा? आं महोदय. तया प्रया श्रद्धया युक्ताः अफलाकाङ्क्षिणः भवन्ति. तया परया श्रद्धया युक्ताः अफलाकाङ्क्षिणः भवन्ति. तया परया अग्रिमवाक्यमपि पठतु महोदय, तदेव तत्र ते सात्विकाः इत्युच्यन्ते. हा तत्र सात्विकाः के सात्विकाः ते तु ये जनाः श्रद्धया अफलाकाङ्क्षिणः ते अफलाकाङ्क्षिणः भवन्ति किन्तु तत्र कीदृशी श्रद्धा अस्ति तेषु तत्र परया श्रद्धया इति अस्ति तत्र विभक्ति का तृतीया यतोहि युक्ताः तत्र केन युक्ताः तत्र केन युक्तजनाः इति तत्र परया श्रद्धया युक्ताः जनाः किन्तु परा तत्र प्रथमविभक्तिरूपं किमस्ति परया श्रद्धया परया श्रद्धया इति तृतीयविभक्तिरूपं प्रथमविभक्तिरूपं पराश्रद्धा पराश्रद्धा नाम प्रथमा श्रद्धा नाम सात्विकी श्रद्धा इदानीं तत्र परं परया इति स्थाने सात्विकी इति स्थापयतु सात्विक्याः श्रद्धया न सात्विक्या श्रद्धया युक्ताः हा जनाः ते सात्विकाः जनाः ते कीदृशाः भवन्ति ते अफलाकाङ्क्षिणः तत्र फलाकाङ्क्षिणः तत्र काङ्क्षी इति तत्र काङ्क्षिणः एकवचने अफलाकाङ्क्षी काङ्क्षिन् इति प्रातिपदिकं हा काङ्क्षिणः इति बहुवचनं तत्र अफलाकाङ्क्षिणः नाम किम् अफलाकाङ्क्षिणः फलम् इति अस्ति एकभागं काङ्क्षीणः आकाङ्क्षिणः फलयोगः आकाङ्क्षिणः काङ्क्षिणः काङ्क्षी आकाङ्क्षी इत्युक्ते जानति वा आकाङ्क्षी इति अकारेण तत्र न इच्छन्ति इति यदि अकारः नास्ति केवलं फलाकाङ्क्षिणः नाम ये फलम् इच्छन्ति कार्यस्य फलम् इच्छन्ति ते फलाकाङ्क्षिणः किन्तु इदानीम् अकारः अस्ति तत्र न इच्छन्ति इति अर्थे अतः तत्र अफलाकाङ्क्षिणः नाम ये जनाः कार्यस्य फलं न इच्छन्ति तत्र यत् कार्य तत्र यत्किं करणीयमस्ति चिन्तनं न करोति हा तत्र चिन्तनमेव न यत् कर्तव्यं ते कुर्वन्ति तावदेव हा समीचीनं भगिनि हा अतः तत्र अफलाकाङ्क्षिणः अफलाकाङ्क्षिन् इति नकारान्त प्रातिपदिकं हा ते जनाः एव सात्विकाः इति समीचीनं महोदय हा अस्तु अग्रे सुजाता भगिनी अग्रे आं महोदय द्वितीयायाम् अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमानपूजार्थं तपः आचरन्ति अतः तत्र द्वितीयविधजनाः तत्र तपः आचरन्ति तत्र आचरन्ति इति क्रियापदमस्ति कर्तृपदं किम् अस्ति अत्र अस्मिन् वाक्ये कर्तृपदं द्वितीयं राजसश्रद्धायां जनाः सत्कारमान पूजार्थम् न आचरन्ति प्रथमाविभक्तौ भवेत् खलु आचरन्ति के आचरन्ति जनाः आचरन्ति जनाः आचरन्ति किम् आचरन्ति ते कर्मपदम् अस्ति राजसश्रद्धा न न कर्मपदं तत्र न भवति भगिनि तत्र जनाः आचरन्ति हा तावदेव जनाः तपः आचरन्ति तपः इति नपुंसकलिङ्गपदम् अतः तत्र तपः तपसि तपांसि मनः मनसि मनांसि तावत् तादृशम् अतः तत्र तपः आचरन्ति. इदानीं प्रश्नः अस्ति किमर्थम् आचरन्ति तपः, किमर्थं तपः कुर्वन्ति? पूजार्थं. हा, अपि सत्कारार्थं, सत्कारार्थं, सत्कारार्थं, सत्काराय, मानाय, मानाय, पूजाय, जनाः. तत्र पूजार्थं प्रायशः पूजा इति स्त्रीलिङ्गे अस्ति, अतः पूजायै इति प्रायशः. तपः सन्ति, अतः तत्र कारणमस्ति, तत्र किमर्थं कुर्वन्ति. तत्र मम सत्कारः भवतु, मम मानस्य अभिवर्धनं, तत्र वर्धनं भवतु, सर्वे तत्र सर्वेषां तत्र चिन्तनं भवेत्, अस्तु तत्र एषः अथवा एषा तत्र बहु किमपि करोति तत्र, हा तत्र तपः करोति, अस्तु उत्तमः जनः एषः अथवा उत्तमा अस्ति एषा इति तत्र मानार्थम् अथवा पूजार्थं तत्र ते तपः आचरन्ति. हा, इदानीं ये जनाः एतत् सर्वं कुर्वन्ति तत्र तेषु कीदृशी श्रद्धा अस्ति? तपः आचरन्ति, तामसी श्रद्धा. न न, अग्रिमवाक्यम् अस्ति, अस्मिन् भवती पठितवती द्वितीयायाम् अस्यां द्वितीयां अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः, किन्तु तत्र तेषु जनेषु का श्रद्धा अस्ति? राजसश्रद्धा, राजसी श्रद्धा अस्ति, तावदेव समीचीनं. हा, द्वितीयाम् अस्यां राजश्रद्धायां, राजसश्रद्धायाम् अन्तर्भूताः. पुनः तत्र सप्तमी किमर्थम् इत्युक्ते विषयसप्तमी, तत्र तस्मिन् तत्र तादृशश्रद्धा इति विषयः, तस्यां श्रद्धायाम् अन्तर्भूताः जनाः तत्र एतत् सर्वं कुर्वन्ति. अस्तु समीचीनम्. अस्तु अग्रे प्रिया भगिनी अग्रे करोति वा? आं महोदय. तामसीं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति. अत्र ते अत्र लिखितमस्ति यः तामसीं श्रद्धां कुर्वन्ति ते तस्य श्रद्धा अन्येषां नाशार्थमेव भवन्ति. ते सर्पः एव, सर्प यः यथा मधुरं दुग्धं पीत्वा विषं तथैव तामसीं श्रद्धां ये उपाश्रिताः ये तथैव कुर्वन्ति. हा, इदानीं समीचीनं भगिनि. अस्तु, इदानीं तत्र वाक्यं दृष्ट्वा किञ्चित् विवृणोतु. तत्र कुर्वन्ति इति अस्ति क्रियापदं, तत्र कर्तृपदं किम् अस्ति? उपाश्रिताः कुर्वन्ति, उपाश्रिताः इति समीचीनम्. उपाश्रिताः तत्र प्रायशः जनाः इति अपि स्थापितुं शक्नुमः. तत्र जनाः तत्र कुर्वन्ति. इदानीं तत्र पूर्वस्मिन् वाक्यवत् तत्र पूर्वस्मिन् वाक्ये अपि तत्र तपः इति एव कर्मपदम् आसीत्, तत्रापि तपः एव कर्मपदम्. तत्र किमर्थं तपः कुर्वन्ति ते? ते किमर्थं तमोरूपया आत्मपीडया, ओ नाशार्थं, क्षम्यतां महोदय, नाशार्थं, तत्र नाशार्थं, नाशार्थं तपः कुर्वन्ति. केषां नाशार्थम्? अन्येषां नाशार्थं तपः. हा, अन्येषां नाशार्थं तपः कुर्वन्ति. तत्र एतद् तपः ते यत् ते कुर्वन्ति तत्र भावः, तत्र केन भावेन? तमोरूपया आत्मपीडया ते कुर्वन्ति. हा, आत्मपीडया ते सर्वं समीचीनं कुर्वन्ति. इदानीं तत्र उपाश्रिताः जनाः, तद् नाम तत्र आश्रयं स्वीकृतवन्तः, नाम तत्र तेषु कीदृशी श्रद्धा अस्ति इत्युक्ते तेषु तामसीं श्रद्धां, हा तामसीं श्रद्धाम् उपाश्रिताः जनाः, तत्र नाम तत्र अन्तर्भूताः इति, तत्र तदपि तत्र तामस्यां श्रद्धायाम् अन्तर्भूताः जनाः इति अपि तत्र वक्तुं शक्नुमः. तत्र यत् द्वितीयश्रद्धायाः रूपं कथमासीत् तादृशं तृतीयम् अपि परिवर्तितुं शक्नुमः. समीचीनं भगिनी. अस्तु, इदानीं गीताञ्जलि भगिनी इदानीं तत्र अस्मिन् परिच्छेदे तत्र प्रथमश्रद्धा उपयुज्य तत्र पर्याश्रद्धया युक्ता जना इति तद् उपय तद् द्वितीयरूपे वदति वा द्वितीयश्रद्धायाः द्वितीयायाः श्रद्धायाः विवरणं कथम् आसीत् तादृशं प्रथमायाः करोति वा ओ अस्तु महोदय एकवारं द्वितीय पठामि द्वितीयायाम् अस्यां राजसश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमान पूजार्थं तपः आचरन्ति अस्तु केवलम् आदौ किम् अस्ति तादृशमेव इदानीं तत्र प्रथमायाम् इति प्रथमायाम् अस्यां प्रथमायाम् अस्यां सात्विकी श्रद्धायाम् अन्तर्भूताः जनाः अफलाकाङ्क्षिणः भवन्ति तावदेव भवन्ति तत्र तपः आचरन्ति तादृशं मास्तु यदस्ति तावदेव केवलम् आदौ द्वितीय फलं न आचरन्ति तत्र फलं न इच्छन्ति फलं न इच्छन्ति हा तत्र आचरन्ति अत्र सम्यक् न भवति किन्तु तत्र हा फलं न इच्छन्ति तदेव अस्तु हा अस्तु इदानीं तत्र समीचीनं भगिनि अस्तु इदानीं शुभदा भगिनी तत्र तृतीयस्य रूपम् उपयुज्य द्वितीयं करोति वा महोदय तामसीं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपीडया अन्येषां नाशार्थं तपः कुर्वन्ति राजसी श्रद्धाम् उपाश्रिताः तु सत्कारमानपूजार्थं तपः कुर्वन्ति तावदेव भगिनि अस्तु समीचीनं धन्यवादः अस्तु समीचीनम् अस्तु अग्रे इदानीं शोभा भगिनी अग्रे पठति वा आं महोदय तत्र एकः सन्देहः अस्तु तत्र तामसीं श्रद्धाम् आश्रिताः तु अन्येषां नाशार्थं तपः कुर्वन्ति इति अवगच्छामि अपि च तत्र तु तमोरूपया तत्र तमोरूपया आत्मपीडया तृतीयविभक्तौ स्तः किल महोदय सत्यं भगिनि तत्र अन्वयः कथं भवति इति तत्र तमोरूपया इति तु भवति तमोरूपया तृतीया भवति आत्मपीडया इत्युक्ते आत्मपीडया इत्युक्ते स्वस्य पीडनम् इति भवति इति अहं चिन्तितवती सत्यं भगिनि तत्र तेषां तत्र किं तेषां दुःखं भवति तत्र यदि तपस् कुर्वन्ति तदपि तत्र यथा तत्र वयं पुराणेषु पश्यामः खलु तदपि अस्ति अन्येषां नाशार्थं स्वयं कठोरतपस् कुर्वन्ति तद् सः एकः अर्थः अपि तत्र प्रायशः तत्र किमर्थं तप कुर्वन्ति तत्र तेषां तत्र मत्सरः अस्ति मत्सरेण पीडितः तदपि भवितुम् अर्हति इति मन्ये अर्थं जानामि महोदय किन्तु तत्र कीदृशः अस्ति वा तपः कीदृशः तपः इत्युक्ते आत्मपीडया स्वस्य पीडनं भुक्त्वा ते कुर्वन्ति अन्येषां नाशार्थं कृते तत्र आत्मपीडया इत्युक्ते तत्र किम् अस्ति तत्र माध्यमम् अस्ति तत्र खलु कठोरतपः यदि कुर्वन्ति तत्र आत्मपीडया तत्र स्वस्य तत्र किमपि कृत्वा पीडनं कृत्वा तत्र तपः कुर्वन्ति इति तत्र माध्यमम् इति सः प्रश्न पीडनं अस्तु स्वयं पीडा अनुभवन्ति तेन तपः कुर्वन्ति तपः फलं प्राप्नुवन्ति तेन कुर्वन्ति तपः तत्र तपसः फलेन तत्र तपसः फलं किम् इति इच्छन्ति तत्र तपसः फलं तत्र अन्येषां नाशम् इति अस्तु तत्र आत्मपीडिया इत्यस्य किञ्चित् सन्देहः आसीत् अधुना स्पष्टम् समीचीनं भगिनि अस्तु किं करणीयं तत्र महोदय तत्र एवम् इति अग्रे एवम् एषा श्रद्धा त्रिविधा वर्तते तद्विषये कृष्णस्य उक्तिः एषा एवम् एषा श्रद्धा तत्र एषा श्रद्धा इति स्त्रियां त्रिविधा वर्तते पुनः तत्र उक्तं तत्र वर्तते इति कर्तृ क्रियापदं तत्र कर्तृपदं साक्षात् कर्तृपदं किम् अस्ति तत्र किं वर्तते इत्युक्ते श्रद्धा वर्तते श्रद्धा वर्तते कीदृशा श्रद्धा इत्युक्ते त्रिविधा कीदृशी श्रद्धा कीदृशी श्रद्धा क्षम्यतां कीदृशी श्रद्धा त्रिविधा श्रद्धा विशेषणम् अपि एषा श्रद्धा एषा एवम् इति एवम् एवम् नाम एवं नाम एतावत् तदेव दृष्टवन्तः खलु ततः अत्र एवं नाम तात्पर्यरूपेण अस्तु तत्र वयं दृष्टवन्तः तत्र श्रद्धायाः त्रैविध्यं तत्र आहारे वर्तते अपि तत्र तपसि वर्तते इति अतः तत्र वयम् इदानीं ज्ञातुं शक्नुमः तत्र श्रद्धा त्रिविधा इति एवं नाम देर्फोर् इति अतः इति अर्थे तत्र तद्विषये कृष्णस्य उक्तिः एषा तत्र तद्विषये विषयः कः इदानीं तत्र श्रद्धा वा अथवा अन्यः विषयः वा श्रद्धा तत्र तु श्रद्धायाः एव विषयः अस्ति श्रद्धायाः त्रैविध्यस्य त्रैविध्यस्य त्रैविध्यस्य विषयः विषयः यत् पूर्वं विवृत्तम् अस्ति तद्विषये कृष्णस्य उक्तिः इति वच् धातुतः आगतः उक्तिः एषा इति उक्तिः स्त्रीलिङ्गे अतः मतिशब्दवत् मतिशब्दवत् समीचीनं पठामि वा अग्रे एकवारं पठतु भगिनि त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तां शृणु इति समीचीनं भगिनि इदानीं तत्र प्रथमवाक्यं स्वीकरोतु तत्र त्रिविधा भवति त्रिविधा इति स्त्रीलिङ्गे त्रिविधा भवति श्रद्धा देहिन् श्रद्धा त्रिविधा भवति देहिनां देहिन् इति प्रातिपदिकं देही इति प्रथमविभक्तौ इदानीं देहिनाम् इति विभक्ति देहिनाम् इति तत्र षष्ठी बहुवचने तत्र देहिनां श्रद्धा देहिनां श्रद्धा सा देहिनां श्रद्धा सा श्रद्धा स्वभावजा तत्र जकारः अस्ति चेत् जननं स्वभावेन तत्र तस्य जननं तस्याः जननं भवति नाम जातः इति वक्तुं जाता स्वभावेन जाता स्वभावेन श्रद्धा जाता केषां देहिनां देहिन् इत्युक्ते तत्र यस्य देहः यस्य देहः अस्ति सः देही तत्र अत्र साक्षात् आत्मन् इति एव आत्मा नाम देहिन् इति तत्र एम्बाडीड् सोल् इति वदन्ति अतः तत्र तत्र देहम् अस्ति तत्र देहिनां तेषां श्रद्धा त्रिविधा अस्ति तत्र स्वभावजा तत्र स्वभावेन तत्र देहिन् इति अस्ति तत्र देहि इति पदस्य षष्टि एकवचनं किम् अस्ति योगी योगिनः देहिनः देहिनः स्वभावजा श्रद्धा इति एकवचने, अत्र तु बहुवचने देहिनां देहिनां स्वभावजा श्रद्धा श्रद्धा इति अपि तत्र त्रिविधा, तत्र सा श्रद्धा त्रिविधा भवति। आम् तत्र सा श्रद्धा त्रिविधा भवति देहिनां स्वभावजा इति भवति वा महोदय? हा तत्र भगिनी तत्र देहिनां श्रद्धा सा श्रद्धा देहिनां श्रद्धा सा श्रद्धा स्वभावजा अस्ति स्वभावजा अस्ति अपि सा त्रिविधा अस्ति तत्र स्वभावजा अस्ति तत्र सा श्रद्धा कुतः आगता नाम स्वभावतः आगता स्वभावतः आगता श्रद्धा अस्ति एषा अपि सा त्रिविधा अस्ति श्रद्धा अस्तु भगिनी अस्तु अग्रे इदानीं तत्र उषा भगिनी अग्रे पठति वा अग्रिमवाक्यम् आं महोदय सात्विकी न महोदय हा सात्विकी राजसी चैव सात्विकी राजसी चैव तामसी चेति तां शृणु त्रिविधा अस्ति श्रद्धा सात्विकी राजसी च एव तामसी च इति तां शृणु तां कर्मपदमस्ति तत्र किमर्थं ताम् इति कर्मपदमस्ति सात्विकी राजसी त्रिविधा अस्ति न महोदय अस्तु सः तौ ते सात्विकी राजसी च च इति तां शृणु देहिना त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सी च एव तामसी च इति तां शृणु ताम् इति द्वितीयविभक्ति इति उक्तवती समीचीनं प्रथमविभक्तिरूपं किम् अस्ति सः तौ ते तं सा ते ताः स्त्रीलिङ्गे अस्ति महोदय सात्विकी राजसी हा श्रद्धा इति वार्ता खलु तां श्रद्धां विषये तां श्रद्धां शृणु तत्र नाम अथवा तां त्रिविधां तत्र तदपि वक्तुं शक्नुमः तां त्रिविधां शृणु खलु यतोहि त्रिविधा का अस्ति श्रद्धा अस्ति तां श्रद्धां त्रिविधां श्रद्धां विषये शृणु नाम तां त्रिविधां शृणु किमर्थं तत्र कीदृशी त्रिविधा अस्ति इति अग्रे वक्ष्यामि अतः शृणु तत्र श्रीकृष्णः वदति श्रीकृष्णः अर्जुनं प्रति वदति समीचीनं भगिनि हा अस्तु तत्र सात्विकी राजसी च एव तामसी च इति तां शृणु इति हा तत्र तत्र किमर्थं तत्र च एव तदेव प्रश्नः तत्र किन्तु एतत् साक्षात् वाक्यं नास्ति खलु भगिनि काव्यम् अस्ति खलु तत्र अतः तत्र भिन्न भिन्नकारणेन भिन्नेन कारणेन तत्र ते सर्वं स्थापितं भवति हा किन्तु तत्र अर्थः तु तत्र त्रैविध्यं किम् अस्ति अथवा श्रद्धायाः त्रिविधा का इत्युक्ते तत्र सात्विकी राजसी तामसी च इति हा अत्र तां त्रिविधां शृणु हा इति समीचीनं महोदय प्रश्नः महोदय प्रथमपरिच्छेदे इयं च सात्विकी राजसी तामसी इति त्रिविधा अस्ति इयं च प्रथमं किमर्थं च उपयोगं कुर्वन्ति महोदय तत्र इयं सात्विकी राजसी तामसी च इति त्रिविधा इति अपि सम्यक् अस्ति वा महोदय तत्र अस्तु अस्तु अस्तु अस्तु तत्र इयं सात्विकी राजसी तामसी इति न न राजसी तामसी च इति त्रिविधा इति त्रिविधा तदपि प्रायशः भवितुम् अर्हति भगिनि हा किञ्चित् चिन्तयित्वा वदामि भगिनि समीचीनप्रश्नः तत्र अहं चिन्तितवान् तत्र च इत्युक्ते तत्र श्रद्धां सम्यक् विवृतवान् अस्ति इयं च हा अस्तु भगिनि इदानीं न जानामि किञ्चित् चिन्तयित्वा वदामि प्रश्नः तत्र महोदय अपि वारं वारं स च किं स च इति प्रयोगं कृतवान् सुब्रह्मण्य महोदय संस्कृतभाषायां स च इत्युक्ते किमर्थं च अस्ति च सर्वदा प्रथमं किन्तु एम्फाटिक् अपि इत्युक्ते भवितुम् अर्हति वा इति मन्ये. अस्तु भगिनि हा अस्तु तत्र दृष्ट्वा किञ्चित् दृष्ट्वा वदामि भगिनि उषा भगिनि इदानीं न जानामि किञ्चित् समीचीनप्रश्नः भगिनि हा धन्यवादः हा अस्तु अग्रे तत्र नरेश् महोदय अग्रे वदति वा महोदय. सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत. श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः. श्रद्धः सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत. सर्वस्य श्रद्धा अस्ति सत्त्वानुरूपा स्वभावस्य स्वभावस्य रूपमेव तत्र श्रद्धापि भवति. हा तत्र अनुरूप नाम तत्र अनु इति तत्र अनुसरति इति जानीमः तत्र प्रथमं कोऽपि गच्छति इदानीं तत्र द्वितीयः अनुगच्छति अनुसरति तत्र तादृशं तत्र रूपं हा तत्र स्वरूपं कथम् अस्ति तादृशमेव तत्र श्रद्धायाः रूपमपि भवति इति एतत् सर्वेषु एषा एव स्थितिः इति. हा इदानीं श्रद्धमयः अयं पुरुषः श्रद्धमयः अयं पुरुषः नाम श्रद्धायुक्तः अयं पुरुषः यः यच्छ्रद्धः स एव सः. हा नाम यस् पुरुषः अपि तस्य तस्य श्रद्धा तत्र तयोः मध्ये कोऽपि भेदः नास्ति. तत्र सात्विकश्रद्धा अस्ति चेत् सः सात्विकः यत् पूर्वम् उक्तं तत्र सात्विकश्रद्धा श्रद्धया सात्विकया श्रद्धया युक्तः कोऽपि अस्ति चेत् सः सात्विकः. राजस्य श्रद्धया युक्तः कोऽपि अस्ति चेत् तत्र सः राजसिकः इति. अतः तत्र श्रद्धा कीदृशी तादृशः पुरुषः अपि इति तावदेव. यत् श्रद्धः स एव सः. हा यः श्रद्धः सः एव सः सः इति. हा नाम श्रद्धया तत्र श्रद्धायाः त्रैविध्यं जनानामपि त्रैविध्यम् इति तत्र सामान्यम् अस्ति. श्रद्धा अपि पुरुषः अथवा जनः तत्र सामान्यमस्ति नत्र नाम श्रद्धा कीदृशी तादृशः एव जनः अपि इति. अस्तु समीचीनम्. अतः इदानीम् अग्रे सरामः अग्रे तत्र गीताञ्जलि भगिनी अग्रे पठति वा. आं महोदय एतानि अग्रिमपुटे न महोदय. सत्यं भगिनि सत्यं. एतानि वाक्यानि सावधानतया उच्चैः पठत. इयं मम भगिनी. तत्र इयं नाम इदं शब्दस्य स्त्रीलिङ्गरूपम् इयम् इत्युक्ते इयं भगिनी मम इत्युक्ते भगिनी स्त्रीलिङ्गम् अस्ति चेत् इयमपि स्त्रीलिङ्गम् एकवचनरूपम् अस्ति. इयम् इति स्त्रीलिङ्ग सर्वनाम. अस्तु द्वितीयवाक्यम्. इयं महाविद्यालये अध्यापिका अस्ति. तत्र विभक्तिका इयम् इति इयम् महाविद्यालये अत्र अध्यापिका अस्ति इयम् अध्यापिका अस्ति कुत्र अस्ति महाविद्यालय अत्र अपि प्रथमविभक्ति प्रथमविभक्ति एव हा तत्र केवलं तत्र दृष्टान्तद्वयम् उदाहरणद्वयं दत्तमस्ति तावदेव हा अस्तु इयम् इत्युक्ते इयं भगिनी इयम् अध्यापिका हा इयं मम भगिनी इयं महाविद्यालये अध्यापिका अस्ति तत्र भगिनी या भगिनी अस्ति इयं भगिनी सा अथवा एषा महाविद्यालये अध्यापिका अस्ति हा हा इदानीम् अग्रे इमाम् अहम् आचार्ये इति आह्वयामि हा इदानीं तत्र इमाम् इदानीं भगिनी इति स्थापयतु इमाम् इमां भगिनीम् अहम् आचार्ये इति आह्वयामि द्वितीय इत्युक्ते कर्मपदम् हा किं तत्र कर्तृपदं किमस्ति कर्तृपदम् अहम् हा अहम् आह्वयामि कम् अपि च काम् आह्वयामि इमां भगिनीं हा आह्वयामि आचार्ये इति आह्वयामि समीचीनं सम्बोधनं प्रायः हा समीचीनं भगिनि हा अस्तु अग्रे सुजाता भगिनी द्वितीय अग्रिमवाक्यम् आं महोदय अनया लिखितानि चित्राणि सुन्दराणि सन्ति हा तत्र अनया इति अस्ति भगिनी इति स्थापयतु तत्र अनया भगिन्या लिखितानि चित्राणि सुन्दराणि सन्ति हा तत्र भगिनी अस्ति भगिनी एव तत्र अध्यापिका अस्ति महाविद्यालये अपि सा भगिनी तत्र तया लिखितानि चित्राणि अथवा तया लिखितानि इति स्थाने अनया लिखितानि अथवा एतया स्थाने अनया लिखितानि चित्राणि सुन्दराणि सन्ति इति समीचीनम् अग्रिमम् अस्यै रसगोलकम् अत्यन्तं रोचते हा तत्र रसगोलकं जानाति वा आम् आं महोदय अस्तु भवती अपि रोचते भवत्यै अपि रोचते वा अस्तु अस्तु हा इदानीं तत्र भगिनी इति वदतु तत्र भगिनी इति भगिन्यै रसगोलकम् अत्यन्तं रोचते रोचते समीचीनं भगिनी हा अस्तु अग्रे समीचीनं वेदा भगिनी इदानीम् अग्रे न धन्यवादः भगिनि हा अग्रे अस्याः छात्राः बिभ्यति अस्याः भगिन्याः छात्राः बिभ्यति हा किमर्थं भगिनि क्रूर प्राबब्लि क्रूर अस्ति भगिनी क्रूर नास्ति भगिनी अस्ति खलु हा किन्तु जन जानीमः न दत्तमस्ति किमर्थम् इति हा किन्तु अस्याः भगिन्याः छात्राः बिभ्यति तत्र अस्याः इति तत्र विभक्ति का अस्याः अस्याः षष्टिविभक्ति किन्तु छात्राः बिभ्यति इति अस्ति खलु ओ ओके छात्राः बिभ्यति छात्राः बिभ्यति इति कोऽपि वदति चेत् तत्र किं भवति कस्मात् बिभ्यति इति प्रश्नः ओ ओके करेक्ट् बिभ्यति कस्मात् बिभ्यति करेक्ट् अतः अत्र विभक्तिका पञ्चमी विभक्ति हा पञ्चमी भगिन्याः छात्राः बिभ्यति हा भगिन्याः तत्र भगिन्याः छात्राः इति न तत्र तत्र कस्य छात्राः नाम भगिन्याः छात्राः न तत्र भगिन्याः छात्राः बिभ्यति इति अस्तु अग्रिमम् अस्याः प्रियनाटकम् उत्तररामचरित्रम् ओ तत्र षष्ठी विभक्ति अस्ति अस्याः भगिन्याः प्रियनाटकम् उत्तररामचरितम् हा तत्र तस्याः भगिन्याः नाटकं तत्र प्रियनाटकं किम् अस्ति इत्युक्ते तत्र उत्तर रामचरितम् इति तस्याः नाटकम् अस्ति. अग्रिमम् अस्यां मम महान् आदरः, अस्यां कस्यां भगिन्यां, अस्यां भगिन्यां मम महान् आदरः. हा, किमर्थं तत्र सप्तमी अस्ति? तत्र किमर्थं सस्यमस्ति इत्युक्ते कस्याम् आदरः अस्ति तत् कारणम्. आदरः, आदरः विशेषः, विश्वासः, आदरः विश्वासः, तत्सर्वं यथा भवति तत्र सप्तमी इति भवति. तत्र हा देवे मम विश्वासः अस्ति. विश्वासः कुत्र अस्ति, आदरः कुत्र अस्ति इति तत्र प्रश्नः भवति. अतः तत्र सप्तमी इति सप्तमी, अतः अस्याम् इति अस्ति. समीचीनम्. अस्तु भगिनि, अस्तु अग्रे शुभदा भगिनि, अग्रे तत्र कोष्टकं दृष्ट्वा तत्र इदानीं स्त्रीलिङ्गरूपं रूपाणि दत्तानि सन्ति, किन्तु तत्र इयं लता इति उप संयोजनं कृत्वा वदति वा? आं महोदय, इदं शब्दः स्त्रीलिङ्गरूपाणि इयम्, इमे, इमाः प्रथमा विभक्तिः, तस्य रूपाणि लता, लते, लताः इति भवति. सो इयं लता, इमे, इमे लते, इमाः लताः. अग्रिमं करोमि वा? तत्र प्रायश तृतीयपर्यन्तं करोति वा? अस्तु, अस्तु महोदय. इमां लताम्, इमे लते, इमाः लताः, अनया लतया, आभ्यां लताभ्याम्, आभिः लताभिः. आभिः लताभिः, समीचीनं भगिनि. अस्तु अग्रे तत्र प्रिया भगिनी अग्रे करोति वा? स्यै लतायै, आभ्यां लताभ्याम्, आभ्यः लताभ्यः, अस्याः लतायाः, आभ्यां लताभ्याम्, आभ्यः लताभ्यः, अस्याः लतायाः, अनयोः लतयोः, आसां लतानाम्. अग्रिमं करोमि? करोतु भगिनि. अस्यां लतायाम्, अनयोः लतयोः, आसु लतासु. लतासु, समीचीनं भगिनि. हा अस्तु, समीचीनम्, उत्तमम्. अस्तु इदानीं तत्र स्त्रीलिङ्गरूपाणि एकवारं दृष्टवन्तः, किन्तु तस्मिन् विषये एव किञ्चित् अभ्यासं कुर्मः इदानीं तत्र. हा शोभा भगिनी, तत्र इदानीं तत्र इयम् इति नदी इति वदति वा तत्र? आं महोदय, इयं नदी, इमे नद्यौ, इमाः नदी नद्यौ, नद्यः, इमाः नद्यः, इमां नदीम्, इमे नद्यौ, इमाः नदीः, नदीः, नदीः, अनया अनया नद्या, आभ्यां नद्याभ्याम्, नदीभ्यां क्षमताम्, आभिः नदीभिः, अस्यै नद्यै, आभ्यां नदीभ्याम्, आभ्यः नदी आभ्यः तत्र नदीभिः नदीभ्यः अस्याः नद्याः, आभ्यां नदीभ्याम्, आभ्यः नदीभ्यः, अस्याः नद्याः, अनयोः नद्योः, आसां नदीनां नदीनां, अस्यां नद्याम्, अनयोः नद्योः, आसु नदीषु, नदीषु, आसु नदीषु. समीचीनं भगिनि. हा उत्तमम्. अस्तु अस्तु, तर्हि तत्र एतत् सर्वं कृतवन्तः. तत्र नरेश् महोदय, तत्र अग्रे तत्र अभ्यासः आरम्भं करोति, अभ्यासम् आरम्भं करोति वा महोदय? यदोदाहरणम् एतद् तद् शब्दयोः स्त्रीलिङ्गरूपैः रिक्तस्थानानि पूरयत. तत् तस्यां ब्राह्म्यां स्थित्यां स्थितप्रज्ञः न मुह्यति. अत्र तु एतत् सात्विक्या बुद्ध्या युक्तः तत्र तस्यां हा तस्याम् इति अस्ति. अत्र तु अहं न जानामि किमर्थम् एतत् तत्र एतत् अपि तत् शब्दयोः स्त्रीलिङ्गरूपैः रिक्तस्थानानि पूरयत इति दत्तानि दत्तमस्ति. तत्र तस्याम् इति स्थाने तत्र तद् त्यजामः, तत्र इदम् इति उपयुज्यामः. इदम् अस्ति चेत् तत्र उदाहरणं किं भवति? अत्र तु तृतीयविभक्ति अस्ति सात्विक्या न न न ब्राह्म्यां स्थित्याम् इति स्थित्याम् इति विभक्ति का सप्तमी. हा सप्तमी महोदय. हा अतः तत्र तस्याम् इति स्थाने किं भवति इदं शब्दः अस्ति चेत् अस्यां. हा अस्यां ब्राह्म्यां स्थित्यां स्थितप्रज्ञः न मुह्यति. हा इदानीं तत्र प्रथमवाक्यं करोतु. अत्र एतत् शब्दविषये ओके एतत् एतत् शब्द अनया अनया सात्विक्या बुद्ध्या युक्तः बन्धं मोक्षं च वेत्ति. हा समीचीनं महोदय. हा अनया सात्विक्या बुद्ध्या युक्तः बन्धं मोक्षं च वेत्ति. हा युक्तः बन्धं मोक्षं च वेत्ति. तत्र वेत्ति नाम प्राप्नुवन्ति. वेत्ति इति प्रायशः तत्र हा अथवा जानन्ति इति अपि तत्र प्रायशः तत्र हा विद्धातुः तत्र हा वेत्ति जानन्ति. तत्र बन्धम् इति जानन्ति बन्धात् मोक्षं तत्र मुक्तिः मुक्तिं प्राप्त्वा मोक्षं किम् अस्ति इति तदपि ते जानन्ति. अतः तत्र सात्विक्या बद्ध्या युक्तः बन्धं मोक्षं च भेत्ति. किन्तु तत्र समीचीनं महोदय तत्र अनया इति. अस्तु अग्रिममपि करोतु. तत् तामस्य धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति. अत्र तामस्य तामस्य धृत्या दुर्मेधा षष्टि अस्ति न न तामस्य इति अस्ति. तामस्य इति तामसी तृतीया तामसी तृतीया. हा तामसी अपि तत्र तदपि अनया तामस्य धृत्या दुर्मेधाः मोहादिकं न विमुञ्चति. हा तत्र धृत्या तत्र नाम ते युक्ताः अथवा तत्र तद् अन्तर्भूतः भवति तेषु अस्ति इति अर्थे दुर्मेधाः तत्र जनाः न विमुचति विमुचति विमुञ्चति क्षम्यतां विमुञ्चति मोहादिकं न विमुञ्चति. तत्र तद् विमुञ्चति नाम तत्र त्यजति. हा समीचीनं महोदय. हा तत्र विमुञ्चन्ति वा अथवा विमुञ्चति इति वा तत्र कोऽपि जानाति वा तत्र कस्मिन् किमर्थं तत्र मुच् इति धातुः प्रायशः अस्ति किन्तु तत्र किमर्थं तत्र नकारः नास्ति इति तत्र न जानामि. नकारः अस्ति न महोदय अनुनासिकवर्णः अस्ति न तत्र विमुञ्चति. हा इति एव अहं चिन्तितवान् तत्र मुञ्चन्ति इत्र दुर्मेधाः मोहादिकं तु न विमुञ्चति. ओ प्रायशः क्षम्यतां भगिनि. हा प्रायशः तत्र दुर्मेधाः इति एकवचने अस्ति वा तद् द्रष्टव्यमस्ति. अस्तु मेधस् इति हा तादृशम् अस्ति भगिनि. हा तत्र मेधस् इति हा मेधस् इति तत्र सकारान्तपदम् इति खलु वेदः तादृशम् अतः तत्र एकवचने एव अस्ति हा एकवचने एव अस्ति किन्तु दुर्मेधाः इति एकवचनम् अस्ति अस्तु समीचीनम् प्रश्नमस्ति अस्याः पूर्वमहं पठितवती अस्याः छात्राः बिभ्यति अस्याः भगिन्याः छात्राः बिभ्यति छात्राः तत्र बहुवचनं नास्ति वा बहुवचनम् अस्ति न वा छात्राः सत्यं किन्तु बिभ्यति इति तत् समीचीनमेव तत्र तु तत्र तत्र तु बिभ्यति एव तत्र यथा तथा ददाति इति पदस्य तत्र बहुवचनं किम् अस्ति ददाति हा तत्र नकारः न भवति अतः तत्र बिभ्यति तत्र द्वित्वम् अस्ति खलु ज्योत्यादिगणस्य अत्र तत्र बिभ्यतः बिभ्यति धन्यवादः भगिनी अतः तत्र नकारः तत्र नास्ति अस्तु समीचीनम् अस्तु तर्हि अग्रे सरामः तत्र उषा भगिनी अग्रे आं महोदय मायां भक्ताः तरन्ति एतद् मायां कर्मपदं द्वितीयविभक्त्याम् अस्ति अतः इमां मायां भक्ताः तरन्ति बहुवचनं इमां मायां भक्ताः तरन्ति तत्र नाम यथा तत्र नदीं तरामः तादृशार्थे तत्र एकतटतः तत्र तट प्रथमतटः अस्ति अन्यः तटः अस्ति तत्र अतः अत्र गच्छामः तत्र तत्र गच्छामः खलु तत्र तादृशार्थे तत्र यथा नदीं तरामः तत्र भक्ताः मायाम् इमां मायां भक्ताः किं भवति सप्तमी भवति अस्याम् इति भवति मायाम् इति अस्ति मायां भगिनि माया इति विभक्ति का मायां मायाम् अस्तु तत्र भगिनि तत्र धरन्ति इति नाम तत्र धरन्ति इति तत्र सप्तमी भवितुम् अर्हति अपि द्वितीया भवितुम् अर्हति तत्र नद्यां तरन्ति इति उक्ते साक्षात् नद्याम् एव ते सन्ति इति किन्तु यदि नौकया गच्छन्ति नौकया सह नदीं तरति तत्र अतः तत्र अन्तः भिन्नः खलु मायां तरन्ति नाम अग्रे गच्छन्ति तत्र मायायां न स्थिताः भवन्ति किन्तु मायायाः अग्रे गच्छन्ति इति तीर्त्वा अग्रे गच्छन्ति हा तीर्त्वा अग्रे गच्छन्ति समीचीनं भगिनि के तरन्ति भक्ताः तरन्ति कां तरन्ति मायां तरन्ति मायां तरन्ति हा इमां मायां तरन्ति समीचीनं भगिनि अस्तु अग्रे महोदय तत्र मायायां तरन्तः भक्ताः मायां भगवता कृपया तरन्ति सत्यं भगिनि सत्यमेव सत्यं भगिनि अतः तत्र अर्थद्वय तत्र विभक्तिद्वयं विभक्ति अर्थद्वयम् अस्ति विभक्तिद्वयम् अपि स्थापितं समीचीनं भगिनि सत्यमेव उत्तमम् अस्तु भगिनि अग्रिमवाक्यमपि मायया अपहृत ज्ञानाः आसुरं भावम् आश्रयन्ति मायया अपहृत ज्ञानाः आसुरं भावम् आश्रयन्ति मायया इदानीं तत्र प्रथमतया मायया इति तत्र विभक्ति का तत्र तृतीया विभक्ति अस्ति अनया मायया अपहृत ज्ञानाः आसुरं भावम् आश्रयन्ति अपहृतज्ञानाः आसुरं भावम् आश्रयन्ति तत्र क्रियापदं किम् अस्ति आश्रयन्ति एव क्रियापदं मायया न कर्तृपदं कर्तृपदम् अपहृतज्ञानाः अपहृतज्ञानाः इति एव कर्तृपदम् तत्र इदानीम् आश्रयन्ति इति तत्र कर्मपदम् अस्ति वा आश्रयन्ति आसुरम् आश्रयन्ति सकर्मक अस्ति वा अकर्म अस्ति वा महोदय वाक्यं दृष्ट्वा वदतु आसुरं भावम् आश्रयन्ति अस्ति महोदय आसुरं आसुरं भावम् आश्रय अपहृतज्ञानाः इति कर्तृपदम् आसुरं भावम् इति कर्मपदं कर्मपदम् आश्रयन्ति क्रियापदं समीचीनम् इदानीम् अपहृतज्ञानाः नाम किम् अपहृतज्ञानः इत्युक्ते कः अपहृत इत्युक्ते कथं वदामि अपहरणं हा यस्य यस्य ज्ञानं ज्ञानस्य अपहरणं जातं सः अपहृतज्ञानः अपहृतज्ञानः इदानीं पुल्लिङ्गपदम् अस्ति अत्र अपहृतज्ञानः अपहृतज्ञानः इति ज्ञानस्य विषयः नास्ति अपहृतः अपि नास्ति यस्य ज्ञानम् अपहृतम् अस्ति सः अपहृतज्ञानः हा अपहृतज्ञानः इदानीं बहुवचने अपहृतज्ञानाः इदानीं तत्र अपहृतम् अस्ति अस्य ज्ञानम् अपहृतमस्ति केन अपहृतम् आसीत् मायया हा मायया अपहृतं ज्ञानम् अतः सः अपहृतज्ञानः अस्ति केन अपहृतज्ञान तत्र नाम मायया अपहृतज्ञानः इति अतः तत्र अनया मायया अपहृतज्ञानाः आसुरं भावम् आश्रयन्ति इति समीचीनं भगिनि अस्तु अग्रे तत्र तद् तत् एतद् हा इति दत्तमस्ति न जानामि भगिनि किन्तु वयम् इदं शब्दस्य रूपं पठामः अस्तु तर्हि अग्रे हा शुभदा भगिनी अग्रे करोति वा महोदय भगवतः सान्निध्येन प्रकृत्या जगत् सृज्यते भगवतः सान्निध्येन अनया प्रकृत्या जगत् सृज्यते प्रकृत्या इति तृतीया विभक्तिः अस्ति अतः इयं शब्दस्य स्त्रीलिङ्गे तृतीया विभक्ति अनया इति अतः भगवतः सान्निध्येन अनया प्रकृत्या जगत् सृज्यते हा जगत् सृज्यते समीचीनं भगिनि हा अस्तु अग्रे एतत् दैवीसम्पदा मोक्षः प्राप्यते इदानीं दैवीसम्पदा इति विभक्ति का तत्र तृतीया एव हा दैवीसम्पदा सम्पत् इति स्त्रीलिङ्गे तृतीया सम्पत् इति प्रातिपदिकं तस्य सम्पदा इति तृतीया विभक्ति अतः अनया दैवीसम्पदा मोक्षः प्राप्यते हा मोक्षः प्राप्यते हा कर्मणि प्रयोगः अस्तु महोदय प्रश्नः महोदय दैवीसम्पदा अपि च देवीसम्पदा अपि अस्ति न न न दैवी दैवीसम्पदा नाम तत्र तत्र सम्बन्धः अस्ति नाम तत्र दैवी इति तत्र देवस्य विषयः अस्ति किन्तु तत्र साक्षात् देवः इति नास्ति अपि च देवी अपि दैवी भिन्ना तत्र अग्रे अग्रे पश्यामि भगिनि तत्र सम्बन्धः अस्ति इति दैवी इत्युक्ते तत्र देवस्य सम्बन्धः अस्ति इति हा देवस्य भावः दैवः वा महोदय तदपि तदपि सम्बन्धः भावः इति भवितुम् अर्हति हा किन्तु तत्र दैवी नाम केवलं सम्बन्धः इति मन्ये भावः अपि भवितुम् अर्हति तत्र समीचीनम् अस्तु अग्रे प्रिया भगिनि राजविद्या स्त्रियः अपि मोक्षं प्राप्तुं शक्नुवन्ति विद्यया तृतीया अस्ति एतया राजविद्यया स्त्रियः अपि मोक्षं प्राप्तुं शक्नुवन्ति समीचीनम् एतया इति समीचीनम् इदानीम् इदं शब्दस्य रूपमपि स्थापितं द्वयमपि करोतु चिन्ता मास्तु हा अनया राजविद्यया स्त्रियः अपि मोक्षं प्राप्तुं न शक्नुवन्ति हा समीचीनम् इदानीं तत्र क्रियापदं किम् अस्ति शक्नुवन्ति कर्तृपदं काः स्त्रियः शक्नुवन्ति किं मोक्षं प्राप्तुं शक्नुवन्ति हा वयं जानीमः तत्र शक्नुवन्ति तु अकर्मक अस्ति किन्तु तत्र साधारणतया तुमुन् भवति शक्नुवन्ति किं कर्तुम् इति अतः मोक्षं प्राप्तुं शक्नुवन्ति इति इदानीं तत्र राजविद्यया इति अस्ति तत्र विभक्ति तु तृतीया किमर्थं तृतीया अस्ति तत्र तत्र करणमस्ति ततः कथं हा माध्यमम् अथवा करणं तेन तेन तत्र अथवा तया तया तया तत्र राजविद्यया एतत् मोक्षं प्राप्तुं शक्नुवन्ति. समीचीनं भगिनि. हा अस्तु अग्रिमम् अग्रिमं युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्. ताम् इति भवितुमर्हति, इमाम् अपि भवितुमर्हति. इमाम् अथवा तां युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्. हा समीचीनं. तत्र वार्ता इति स्त्रीलिङ्गे, युद्धस्य वार्ता युद्धवार्ता, तां युद्धवार्ताम् अथवा इमां युद्धवार्तां श्रुत्वा धृतराष्ट्रः कुतूहली अभवत्. कुतूहली इति पदस्य परिचयं करोति वा? कुतूहली नाम तत्र कुतूहलिन् इति अस्ति, प्रत्यय अस्ति तत्र. कुतूहली इति प्रथमा विभक्ति एकवचनं, धृतराष्ट्रः कुतूहली द्वौ अपि समानम्. हा समीचीनं भगिनि. कुतूहली कुतूहलिन् इति प्रातिपदिकं, यस्य अथवा यस्मिन् कुतूहलः अस्ति सः कुतूहली. कुतूहली समीचीनं भगिनि. हा अस्तु समीचीनम्. अस्तु इदानीं तत्र अग्रिमं वाक्यमपि करोति वा तत्र? अस्तु महोदय. निश्चयात्मिकायै बुद्ध्यै प्रयत्नः करणीयः. अत्र चतुर्थी अस्ति, ततः अस्यै अथवा एतस्यै निश्चयात्मिकायै बुद्ध्यै प्रयत्नः करणीयः. हा समीचीनम्. अपि तत्र बुद्ध्यै इति अस्ति, तस्य विशेषणमस्ति निश्चयात्मिकायै बुद्ध्यै. किमर्थं प्रयत्नः करणीयः? निश्चितात्मिकायै बुद्ध्यै प्रयत्नः करणीयः. करणीयः समीचीनम्. हा इदानीं तत्र बुद्ध्यै इति प्रथमविभक्तिरूपं किमस्ति? बुद्धिः. बुद्धिः. अपि तत्र विशेषणस्य प्रथमविभक्तिरूपं? निश्चयात्मिका समीचीनं भगिनि. हा निश्चयात्मिका इति एव. हा तत्र लता लतायै, निश्चयात्मिका निश्चयात्मिकायै इति प्रथमविभक्तिरूपं. समीचीनं. हा बुद्ध्यै प्रयत्नः करणीयः, तावदेव. समीचीनं भगिनि. अस्तु इदानीं समयः जातः. अस्तु तत्र उषा भगिनी भवती वा अन्ते शान्तिमन्त्रं वदति वा भगिनि? आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनी.